लक्ष्मी सहस्रे प्रादुर्भाव सबकः भजे दुग्धाम्बुधिं यत्र परिष्कर्तुं हरेरुरः कठिनं सुकुमारञ्च रत्नं प्रादुरभूत् द्विधा भजे दुग्धाम्बुधिं यत्र परिष्कर्तुं हरेरुरः कठिनं सुकुमारञ्च रत्नं प्रादुरभूत् द्विधा चतुर्मुखादीन् जगदम्बटिं भानि दुग्धैर्बहूनि वर्धयितुं समृद्धैः पयः पयोधेः भवती दयालुः सत्यं प्रजज्ञे सह कामधेन्वा त्वयोज्ज्वलदुग्ध पयोधिमध्ये महोद्वयं देवि सहोदियाय हरेरुरोभूषणम् एकमासीत् अन्यत् शिरोभूषणम् अष्टमूर्तेः जीवं जीवं प्रत्युदारां समृद्धिं कर्तुं हर्तुं कञ्जधामे तमांसि सर्वं त्रातुं सत्कदम्बं पुराब्धेः चान्द्रीमूर्ति जायते तावकी च विश्वासे चनकं मुखं तव पय सिन्धोरुदन्त सदा शङ्कित्वा विगलत्कलङ्कमपरम् चन्द्राङ्कुरं शङ्करः न्यस्तं मस्तपदे विधुं प्रथमतो नूनं भृशं न्यून इति अम्बभ्रंशयितुं स्तुवन्निव शिरः कम्पं रमे निर्ममे दातुं त्वां पुरुषो समायतनयाम् पद्मे गृहीतव्रतः प्रादात् कामगवीं मुदे सुमनसाम् पानीयमप्यम्बुधिः कञ्चित् सक्तिमनुत्तमं मघवते कल्पद्रुमं चेष्टदम् सर्वज्ञायसितां शुकं धृतजता वर्गाय दिग्वाससे हर्षादध्येरमृतकलशम् स्वाददे देवसङ्घः श्रीमानुच्चैश्ववसममर क्ष्मापतिश्चन्द्रमीशः तेषामेकं न किल जगृहे त्वां शुभामेव शाङ्गी पद्मे सारग्रहणनिपुणः पारिशेष्याद्ग्रहीतुम्। छाया मुखे जननी चांद्रमसी प्रवासीत कल्पद्रुपल्लव रुचिः करयोः पदोश्च सौधारसी वदसि संपदतो न मिथ्या धातृष्टियं सह भुवः परिबिभ्रतीति सुधादयः सन्तु तथापि तो यदिः ध्रुवं भवत्यैव भवत्यपत्यवान् गुणारमे जाग्रतु विक्रमादयो गुणी महोदारतयैव भूपतिः श्राम्यत्वन्नगवक्त्रकोटरमरुम् नुन्नोर्मि सङ्घटना झाटित्योर्ध्वविसादिदुग्धकणिका निष्पन्नपुष्पाञ्जलिः सिन्धुर्मन्थवसुन्धराभृदुदयति धुं धुं ध्वनि छद्मना स्तुत्वा माधवमद्भुतामलभत त्वामम्ब कन्यामणिम् सिन्धुक्रोडस्थपुटविलुढन् मन्थलध्यावतारैः धुं धुं कारैस्त्वदुदय महे दुन्दुभिश्रीमतिश्रीः प्राञ्चो झञ्झानिलपटुनटो नाटितप्रौढवीची वल्ली हल्ली सकमकलयम् ुल्लीढ हर्षाः बर्हम् भ्रान्त्वा किकुरमुदधे हृद्भवन्त्या भवत्या बद्धामन्थक्षितिभृतिसुरैः पन्नगा स्विन्नगः तत्कालैकोचितमतिजुहस्त्रासतस्त्यक्तचेष्टाः राजीवाक्षप्रणयिनि भृशम् रज्जुतामभ्यनैषुः आलोच्य तत्र भवतीम् अवतीर्णरूपाम् दृष्टा मुदा सुमनसः सुमनः प्रधानैः पिण्डी भवद्भिरखिलाम्ब पयः पयोधेः दिण्डीरखण्डनिवहै समवाप्लवन्त अम्ब स्वयं त्वयि चिराति अवतीर्णवत्याम् मन्थश्रमव्यपनयाय मखाशनानाम् श्रान्ता हि रज्जुकबली कृतिशङ्कयेव क्षीरोदरोधसि शनैरनिलश्चचार सान्द्रोत्त కంఠామసృణమధుజిత్ పాదరాపాంగధారా సద్భ్రీతి విశ్వసన విసరత్ దుగ్ధవీతిభిరబ్ధి ఉద్వాహాఖ్యం కమపి భవతి ఉత్సవం లప్స్యమానాం మాతస్తాతో మధురమనయన్ మంగళస్నానకర్మ సుధోదధి సముద్భవత్ సురతరుచ్చటాంతర్గతే మనోజ్ఞమణిమంటపే మహతిరత్నసింహాసనే స్థితామణిసరోరుహి త్రిదశ సుందరీ సేవితాం జయాయ భవతీమహం జనని సంతతం చింతయే అభ్యర్ణ స్ఫురదప్సర కరధృతైః ఉద్గామదుత్తాంబుభిః స్వైరోత్సృత్వరవీచికా సహచరైః సంవీజితాం చామరైః హస్తాలంకృత పంకజామభినవాకల్పైరనల్పైః శుభాం అంబత్వా ముషసి స్మరామి జగతాం ఆతంకూలంకషాం భూయాసు త్వదీయాః మహి హృదయితే స్థూలలక్షాకటాక్షాః యల్లిప్సా వ్యగ్రభర్గ యమరవిరచితైః అంజలీనాం ప్రపంచైః మంథాద్రిక్షోభదుస్థం కలశజలనిధే మధ్యముత్సృజ్య వేలాం ప్రాప్తైరేజే సరోజైరివనవరజనీ నాయకాలోకమూకైః అగ్రే మురారేరరవిందపీఠే హరిత్కరీంద్రైరభిషిచ్యమానాం అవేక్ష్య పుత్రీమఖిలేశ్వరీం త్వాం ఆనంద సింధౌ నిమమజ్జ సింధుః ప్రసభముదధికన్యే పశ్యతాం దైవతానాం పరమ పురుషవక్ష పీఠమాఢౌ కథాస్త్వం సహదయితతమేన స్వైరకేళౌ సతీనాం నఖలు నిజశిశూనాం సన్నిధిర్వ్రీడహేతుః కలితకలశసాగరోర్మిగంగం కమపి ముహుందమః కళిందజౌఘం కనక సుహృద భూషయత్ తవాభా தீவிரமே சரஸ்வதீவ ஜுனதி சிசிரம் சிர புராரே பஜதீந்துர்பவதி தயாரசார்த்ரம் ஹ்ருதயம் முரஹர்த்துரப்திஜேவாம் உச்சிதைவ ஸ்திதி ருத்பவானுரூபா கமலே தோஷயிதும் த்வாம் காந்தபுஜாந்தரநிஷாந்தமுபயாந்தி ப்ராயச்சதுர்மிஹஸ்தைஹி ப்ரத்னம் ரத்னகணமம்புதிர்ஹரணம் கமலே தோஷயிதும் த்வாம் காந்தபுஜாந்தரநிஷாந்தமுபயாந்தி ப்ராயச்சதுர்மிஹஸ்தைஹி ப்ரத்னம் ரத்னகணமம்புதிர்ஹரணம் இதி ஸ்ரீ வேங்கடாத்வரிகிருதிஷு லக்ஷ்மீ சஹஸ்ரே ப்ராதுர்பாவ ஸ்தபக த்விதீய ஸம்பூர்ணஹ.